अस्तु, अद्यतनचर्चाविषयः अस्ति कान्सेप्ट् बोर्ड्, तद् सेशन् उपयुज्य चित्राणि उपयुज्य सर्वेषां पूर्वतनविषयाणां पुनरावलोकनम् एव अद्यतनचर्चाविषयः अस्ति. प्रश्नाः सन्ति चेदपि पृच्छन्तु कृपया. अस्तु, कान्सेप्ट् बोर्ड् सेशन् उद्घाटितमस्ति चेत् भवत्यौ किं पश्यतः तत्र घटाभावः घटः इति पश्यन्ति वा? रिक्त अस्ति परन्तु भिन्नभिन्न किं तस्य लिङ्क् मध्ये वामभागे उपरि घटाभावः घटः इति किमपि अस्ति, कृपया पश्यन्तु तत्र. नीता भगिनी? द्रष्टुं केवलं तद् हस्तचिह्नम् अस्ति खलु उपरि, हस्तः दृश्यते, तदुपयुज्य किञ्चित् स्क्राल् करोतु, तर्हि उपरि अस्ति, तत् पश्यतु, घटाभावः घटः इति लिखितमस्ति तत्र. पश्यति वा? तर्हि अस्माकं चर्चा प्रारम्भम् अभवत् आसन्दः यज्ञदत्तः इत्यनेन, खलु? आसनमस्ति, तस्मात् उपरि, तस्य उपरि यज्ञदत्तः इति कश्चन अस्ति. अस्मिन् सन्दर्भे आसनं किं, यज्ञदत्तः कः? नीता भगिनी वदति वा? आसनम् आधारः, यज्ञदत्तः आधेयः. अस्तु, आधारः अथवा अधिकरणं. तर्हि यज्ञदत्ते किम् अस्ति, आसने किम् अस्ति? यज्ञदत्तनिष्ठ अधिकरणता यज्ञदत्ते किम् अस्ति? यज्ञदत्तः अधीयता अस्ति. आसने किं भगिनि? आसने किम् अस्ति भगिनि? न श्रोतुं शक्नोति चेत् अहं कट् कृत्वा पुनः आगमिष्यामि. आमामाम् अधिकरणता अस्ति. आसने अधिकरणता अस्ति, यज्ञदत्ते अधेयता अस्ति, आसने अधिकरणता अस्ति. इदानीम् अधिकरणता इत्यस्य वर्णनं करोति चेत् कथं करोति? पुनः अधिकरणता, आसने अधिकरणता अस्ति इति वाक्यं निष्ठ उपयुज्य वदतु कृपया. आसननिष्ठ, यज्ञदत्तनिष्ठ आधेयता निरूपिता आसननिष्ठ अधिकरणता. अधिकरणता तथा एव आधेयता इत्यस्य वर्णनं कृपया करोतु. आसननिष्ठ अधिकरणता निरूपिता यज्ञदत्तनिष्ठ आधेयता. यज्ञदत्तनिष्ठ आधेयता इति प्रथमतया निरूपणार्थं किं कृतवन्तः वयं? निष्ठ इति पदस्य उपयोगं कृत्वा अधिकरणता कीदृशी, आधेयता कीदृशी इत्यस्य निरूपणं कृतवन्तः. अधिकरणता आधेयता अनयोः मध्ये निरूपकनिरूप्यभावः अस्ति. निरूपकनिरूप्यभावः इति इत्युक्ते कः इति जयन्ती भगिनी वदति वा किञ्चित्? कः किं भगिनी, पुनः प्रश्नं पृच्छतु भगिनी कृपया. भगिनी उक्तवती खलु अधिकरणता आधेयता इति वस्तुद्वयम् आसीत्. भगिनी निष्ठ कीदृशभावः तत्र तयोः मध्ये? निरूपणनिरूपितभावः अस्ति. निरूपकः निरूप्यभावः निरूप्यभावः वा, निरूपक निरूप्यभावः, निरूपक निरूप्यभावः भावः अस्ति अनयोः मध्ये. यत्र निरूपकनिरूप्यभावः अस्ति तादृशसम्बन्धे यत् पदं निरूपितं भवति अथवा यत् पदं निरूपकः भवति ते कीदृशाः इति वदामः. निरूपकनिरूप्यभावः तु अस्ति अधिकरणता आधेयता अनयोः मध्ये. वयम् इदानीम् अधिकरणता इति वदामः चेत् कस्य अधिकरणता इति प्रश्नः उदेति, केन निरूपितम् इति प्रश्नः उदेति. तदर्थं यज्ञदत्तदिष्ट आदेयता निरूपिता इति वाक्यं जातम्. अधिकरणता इति वदामश्चेत् कस्य अधिकरणता इति वक्तुं शक्नुमः. आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता. तर्हि आवश्यकता आसीत् अधिकरणतायाः निरूपणार्थम् आधेयतायाः आवश्यकता आसीत् आधेयतायाः निरूपणार्थम् अधिकरणः तयोः मध्ये ससम्बन्धिकभावः अस्ति. हा, ते तौ ससम्बन्धिकाः इति वदामः. यस्य निरूपणार्थम् अपरस्य भवति आवश्यकता तत्र. एषः कः, केन निरूपणं भवति इति प्रश्नः यदा उदेति तदा ससम्बन्धिकाः इति वदामः. अस्तु, केन आगतम् इदानीम्? माला अस्मि. नमस्ते. नमस्ते माला भगिनि. एतावता वयम् आसननिष्ठ अधिकरणता यज्ञदत्तनिष्ठ आधेयता इत्यस्य निरूपणं कृतवन्तः. निरूपकनिरूप्यभावः अस्ति तयोः मध्ये. यत्र एकस्य निरूपणार्थम् अपरस्य आवश्यकता भवति तत्र तयोः वस्तुनोः मध्ये निरूपकनिरूप्यभावः भवति इति विषयं स्पष्टम्. इति विषयः स्पष्टः वा? अस्तु, माला भगिनी, तद् लिङ्क् उद्घाटितम् अस्ति किं, कान्सेप्ट् बोर्ड् सेशन् लिङ्क्? अस्ति वा? तस्मिन् लिङ्क् मध्ये वामभागे उपरि पश्यतु, घटाभावः घटः इति किमपि लिखितमस्ति. तस्य विषये चर्चा भवति अधुना. अस्तु, तर्हि जयन्ती भगिनी, इदानीं तत्र किं पश्यति भवती? चित्रं दृष्ट्वा किं पश्यति वदतु कृपया. बहवः शब्दाः सन्ति अत्र भगिनी, अहम् अन्वेषयामि किं कस्य विषये भवती. हा, अस्तु, इदानीं तत्र यज्ञदत्तस्य विषये न किमपि लिखितम् अस्ति, केवलं निरूपकनिरूप्यभावः इत्युक्ते कः इत्यस्य निरूपणार्थम् अहम् उक्तवती. सम्बन्धिकाः के इत्यस्य विवरणार्थम् अहं यज्ञदत्त आसनस्य उदाहरणं दत्तवती. किन्तु तत्र लिङ्क् मध्ये वामभागे लेफ्ट् हेण्ड् अप्पर् कार्नर् मध्ये घटाभावः घटः इति पश्यति वा अधुना? एकनिमिषम्. उपरि घटाभावः घटः शब्दद्वयमस्ति. अस्तु, तर्हि घटाभावः इति वदति चेत् घटाभावे किम् अस्ति? चित्रं दृष्ट्वा वदतु, घटाभावे किम् अस्ति? घटाभावे अनुयोगिता अस्ति. घटाभावनिष्ठ अनुयोगिता निरूपितप्रतियोगिताश्रयः घटः इति चित्रमस्ति. तर्हि सरलमेव, घटाभावः अस्ति, घटाभावे अनुयोगिता अस्ति, घटः अस्ति, घटे प्रतियोगिता अस्ति इति अवगतं खलु. इदानीम् अनुयोगितायाः वर्णनं करोतु कृपया. घटे घटनिष्ठप्रतियोगिता निरूपित घटाभावनिष्ठ अनियोगिता अनुयोगिता तथा एव प्रतियोगितायाः वर्णनं करोति चेत् घटाभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ प्रतियोगिता प्रतियोगिता अत्र अनुयोगिता प्रतियोगिता ससम्बन्धिकाः इत्युक्ते एकस्य वर्णनार्थम् अपरस्य आवश्यकता अस्ति इति विषयः. अग्रे नीता भगिनी अनुयोगिता प्रतियोगिता वायुरूपं पश्यति वा? अन्यच्च अद्यतनवर्गः केवलम् एतस्य पुनरावलोकनार्थं, नूतनतया किमपि नास्ति. तर्हि प्रश्नाः सन्ति चेत् निश्चयेन पृच्छन्तु. अस्तु वा? अस्तु भगिनि. अस्तु. अत्र अस्तु, अधः पश्यतु भगिनि, कूपजलाभावः इति अस्ति, तत्र पश्यतु. अधः चित्रचतुष्टयमस्ति, पश्यति वा? कूपजलाभावः तस्मिन् अनुयोगिता कूपजलाभावः जलाभावः जलं वृष्टिजलं वृष्टिजलाभावः. अस्तु, अत्र किञ्चित् प्रतिपादयतु. कूपजलाभावे कूपजले कस्य प्रतियोगिता अस्ति इति सर्वं किञ्चित् प्रतिपादयतु. पुनः प्रश्नं कूपजले या प्रतियोगिता अस्ति सा प्रतियोगिता कस्य अभावस्य प्रतियोगिता अस्ति? कूपजलस्य कूपजल अभावस्य हा कूपजलाभावस्य प्रतियोगिता अस्ति कूपजले, खलु? इदानीं तस्य अभावस्य वर्णनं करोतु चित्रं दृष्ट्वा. अभाववर्णनं कूपजलाभावः इत्यस्य वर्णनं करोतु. कूपजलनिष्ठप्रतियोगिता निरूपिता कूप कूपजलाभावनिष्ठ अनुयोगिता तत्तु अनुयोगितायाः वर्णनमासीत् खलु? अनुयोगिता आश्रयः कूपजलाभावः. प्रारम्भतः वदति वा? आं, कूपजलं निष्ठप्रतियोगिता निरूपिता अनुयोगिता आश्रयः कूपजलाभावः. एतादृशी प्रतियोगिता या कूपजलाभावं निवारयति तस्य वर्णनं कथं स्यात् चित्रं दृष्ट्वा? या प्रतियोगिता कूपजलाभावं निवारयति तस्याः वर्णनं करोतु चित्रं दृष्ट्वा. कूपजलाभावनिष्ठ अनुयोगिता निरूपिता प्रतियोगिताश्रयः कूपजलम्. पुनः भवती यद् अन्ते वदति तदस्ति विशेष्यं, तस्मात् पूर्वं सर्वं विशेषणं भवति. अवगच्छति वा? इदानीं भवती किम् उक्तवती? कूपजलाभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिताश्रयः कूपजलम् इति उक्तवती, वर्णनं कृतवती. यद् अन्ते वाक्यस्य अन्ते यद् भवति तद् विशेष्यम् अस्ति, तस्मात् पूर्वं सर्वं विशेषणम्. इदानीम् अहम् इच्छामि यद् प्रतियोगिता कीदृशी इत्यस्य वर्णनं भवतु इति. तदा किं करोति? प्रतियोगितावर्णनं करोतु कूपजलस्य मास्तु. कूपजलाभावनिष्ठ अनुयोगिता निरूपिता कूपजलनिष्ठ प्रतियोगिता. प्रतियोगिता सम्यक्. इदानीम् अहं यत्र कुत्रापि कश्चन पृच्छति चेत् कूपजलाभावस्य प्रतियोगिता कीदृशी इति पृच्छन्ति चेत् इदमेव उत्तरमस्ति, कूपजलाभावनिष्ठगिता निरूपिता कूपजलनिष्ठप्रतियोगिता इति. तथा एव जलाभावस्य, वृष्टिजलाभावस्य, स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः वर्णनं करोतु कृपया. जलाभावनिष्ठ अनुयोगिता निरूपिता जलनिष्ठप्रतियोगिता. सम्यक्. अग्रे वृष्टिजलाभावनिष्ठ अनुयोगिता निरूपिता वृष्टिजलनिष्ठप्रतियोगिता. अग्रे स्वातिनक्षत्रीयवृष्टिजलाभावनिष्ठ अनुयोगिता निरूपिता स्वातिनक्षत्रीयवृष्टिजलनिष्ठप्रतियोगिता. प्रतियोगिता. तर्हि प्रतियोगितायाः वर्णनं कथं कुर्मः इति वयं जानीमः. इदानीम् अहम् इच्छामि या प्रतियोगिता अत्र अस्ति तस्य आश्रयः, प्रतियोगितायाः आश्रयः कः इति ज्ञातुमिच्छामि. माला भगिनी, इदानीं भवती वदति वा? अहं तु चित्रं दृष्ट्वा प्रतियोगितायाः आश्रयं ज्ञातुमिच्छामि. प्रतियोगिता कीदृशी इति नीता भगिनी उक्तवती. इदानीं प्रतियोगितायाः आश्रयस्य वर्णनं स्यात्. कूपजलं प्रतियोगिता. एतस्मिन् चित्रे कूपजलस्य अनुयोगिता कूपजलाभावः अस्ति. तस् अनुयोगिता कूपजलाभावे अस्ति. सप्तमी. अनुयोगिता कूपजलाभावे अस्ति. अतः कूपजलस्य आश्रयः कूपजलाभावः न तथा. इदानीं चित्रं पश्यतु, चित्रम् अपि च शरं पश्यतु, एरो मार्क् तदपि दृष्ट्वा वदतु अनुयोगितायाः आश्रयः कः, प्रतियोगितायाः आश्रयः कः इति वदतु प्रथमं. प्रतियोगितायाः आश्रयः कूपजलम्, अनुयोगितायाः आश्रयः कूपजलाभावः. कूपजलाभावः. इदानीं मम प्रश्नः अस्ति कूपजलाभावस्य प्रतियोगिता कीदृशी इति. अवगच्छति वा? कूपजलाभावस्य प्रतियोगिता कूपजलम्. सत्यं, कूपजलेन कूपजलाभावः गच्छति. किन्तु कूपजलाभावनिवारणार्थं कूपजले प्रतियोगिता अस्ति खलु? आम्. सा प्रतियोगिता कीदृशी इति मम प्रश्नः. चित्रं दृष्ट्वा कथं वदति? यथा अनीता भगिनी उक्तवती तथा. कूपजलाभावनिष्ठ अनुयोगिता निरूपिता कूपजलनिष्ठ प्रतियोगिता. बहु सम्यक्. कूपजलनिष्ठ प्रतियोगिता इति तस्य तस्याः प्रतियोगितायाः वर्णनम् आसीत्. या प्रतियोगिता कूपजलाभावं निवारयति सा प्रतियोगिता इदानीं भवत्या उक्ता. इदानीम् अहं पृच्छामि कूपजलम् अस्ति प्रतियोगितायाः आश्रयः, अधिकरणम् अस्तु. इदानीम् अहं पृच्छामि तस्य अधिकरणम् अस्ति खलु, तस्य वर्णनं करोतु इति, तदा किं वदति भवती? कूपजले कूपजलाभावः इत्यस्मात् आरभ्य कथं वदति? कूपजलाभावे तादृशी अनुयोगिता अस्ति येन यत्र कूपजलस्य आनयनेन तस्य अभावः गच्छति. अभावस्य विरोधः अस्ति कूपजले. अभावस्य विरोधः अस्ति कूपजले, सः एव विरोधः प्रतियोगिता इति उच्यते इति स्पष्टमस्ति. किन्तु अहम् इच्छामि प्रतियोगितायाः आश्रयः अथवा अधिकरणमस्ति कूपजलम्. इदानीं कूपजलस्य विवरणं ददातु इति यदि अहं वदामि तर्हि भवती किं करोति, कूपजलाभावः निष्ठ इत्यस्मात् आरभ्य विवरणं ददाति चित्रं दृष्ट्वा, खलु? वदति वा इदानीं, प्रश्नः अवगतः वा? आम्. कूपजलाभावनिष्ठ अनुयोगिता निरूपिता प्रतियोगिताश्रयः कूपजलम्. कूपजलम् इदानीम् आश्रयस्य विवरणम् अपेक्षितं, भवती तद् उक्तवती, अग्रे अपि वदतु तथा एव. जलाभावनिष्ठ अनुयोगिता निरूपिता प्रतियोगिताश्रयः जलम् सामान्यजलं. वृष्टिजलाभावनिष्ठ अनुयोगिता निरूपिता प्रतियोगिताश्रयः वृष्टिजलम्. स्वातिनक्षत्रीयवृष्टिजलाभावनिष्ठ अनुयोगिता निरूपिता प्रतियोगिताश्रयः स्वातिनक्षत्रीयवृष्टिजलम्. अस्तु, इति आश्रयस्य वर्णनं. प्रत्यस्याः प्रतियोगितायाः एकः आश्रयः अस्ति इति वर्णनार्थम् अभावस्य अनुयोगितायाः उपयोगं कृत्वा इदानीं वयम् उक्तवन्तः. इदानीं प्रश्नः अस्ति यत् प्रत्यस्मिन् जले, कूपजले वा सामान्यजले वा वृष्टिजले वा स्वातिनक्षत्रीयवृष्टिजले वा, प्रतियोगिता अस्ति. एकप्रतियोगिता अन्या अपि प्रतियोगिता, तयोः मध्ये भेदं कथं ज्ञातुं शक्नुमः? जयन्ती भगिनी वदति वा? प्रयत्नं करोमि. हा, प्रश्नः अस्ति. प्रतियोगिता अस्ति सर्वत्र, कूपजले कूपजलाभावस्य प्रतियोगिता, सामान्यजले सामान्यजलाभावस्य प्रतियोगिता, वृष्टिजले वृष्टिजलाभावस्य प्रतियोगिता. प्रतियोगिता सर्वत्र अस्ति, किन्तु एका प्रथमा प्रतियोगिता द्वितीयायाः प्रतियोगितायाः भिन्ना इति साधयितुं कस्य उपयोगं कुर्मः? अवच्छेदकता इति पदस्य उपयोगम्. इदानीं तद् अवच्छेदकता मास्तु, यद् रक्तवर्णे अस्ति उपरि सर्वत्र तद् त्यजतु. केवलं कृष्णवर्णे यद् लिखितम् अस्ति तद् दृष्ट्वा एका प्रतियोगिता अन्याः भिन्ना इति वक्तुं कथं प्रभवामः इति चिन्तयतु. धर्म उपयुज्य अवच्छेदकधर्म इदानीं मास्तु. अवच्छेदकधर्म तु अस्ति, अग्रे तस्यापि चर्चा भवति, किन्तु तद्विहाय, अवच्छेदकधर्मं विहाय, केवलं यत् तद् चित्रं दृष्ट्वा रक्तवर्णे यद् लिखितमस्ति, न रक्तवर्णे न कृष्णवर्णे यद् लिखितमस्ति, तत् सर्वं दृष्ट्वा एका प्रतियोगिता अपरा प्रतियोगितायाः भिन्ना इति कथं वक्तुं शक्नुमः? कूपजलाभावस्य प्रतियोगितायाः आश्रयः कः? जयन्ती भगिनी. कूपजल अभावस्य प्रतियोगिता आश्रयः कूपजलमेव. सामान्यजलस्य सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः कः? सामान्यजलस्य सामान्यजलस्य अभावस्य प्रतियोगिताश्रयः सामान्यजलम्। तर्हि उभयोः प्रतियोगितायोः मध्ये भेदः कुत्र वर्तते? किं नीता भगिनी किम् उक्तवती? जलं कूपजले अपि अस्ति, परन्तु कूपजलं सर्वत्र नास्ति। कूपी कुत्र अस्ति तत्र एव कूपजलम् अस्ति। अस्तु अस्तु अस्तु, इदानीं कूपजले एका प्रतियोगिता अस्ति, जले एका प्रतियोगिता अस्ति। कूपजलाभावस्य प्रतियोगिता कूपजले, जलाभावस्य प्रतियोगिता सामान्यजले इति भगिन्या उक्तं। तर्हि अनयोः प्रतियोगितयोः मध्ये भेदं स्थापयितुं कस्य आवश्यकता अत्र दृश्यते? आश्रयस्य आवश्यकता खलु। वदतु भगिनि, कीदृशं जलम् इति द्रष्टव्यं, तर्हि आश्रयं किम् इति द्रष्टव्यं तत्र। प्रतियोगितायाः भिन्नता निरूपणं चेत् आश्रयं किम् इति द्रष्टव्यम्। आश्रयः कः इति दृष्ट्वा एषा प्रतियोगिता भिन्ना, अन्या प्रतियोगिता भिन्ना इति साधुं शक्नुमः। इदानीं वृष्टिजलाभावस्य प्रतियोगितायाः आश्रयः कः? वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजलं, स्वातिनक्षत्रीय वृष्टिजल अभावस्य प्रतियोगिता स्वातिनक्षत्रीय वृष्टिजलं। प्रतियोगितायाः आश्रयः स्वातिनक्षत्रीयवृष्टिजलम्। आम्, स्वातिनक्षत्रीयवृष्टिजलम्। द्वयोः किम् उक्तवती आसीत् तदा? जयन्ती भगिनी? आम्, द्वयोः प्रतियोगितायाः मध्ये आश्रयः कः इति द्रष्टव्यम् अस्माभिः। आश्रयभेदात् प्रतियोगितायाः भेदः ज्ञायते इति विषयः। इति एतद् लघुचित्रं दृष्ट्वा, इत्युक्ते तद् कृष्णवर्णे यदस्ति लघुचित्रं, तस्य पार्श्वे यत्किमपि अस्ति रक्तवर्णे तद् मास्तु, एतद् लघुचित्रं दृष्ट्वा आश्रयभेदात् प्रतियोगिताभेदः साधितः। अधुना नीता भगिनी, वयं सर्वदा आश्रयभेदात् तथा कर्तुं शक्नुमः वा? सर्वदा आश्रयभेदात् प्रतियोगितायाः भेदं स्थापयितुं शक्नुमः वा इति प्रश्नः। प्रश्नम् अवगतम्, उत्तरम् आम् आवश्यकम् अस्ति। आश्रयः आवश्यकतः आश्रयस्य आवश्यकता अस्ति, किन्तु तथा सर्वदा अस्ति वा? इदानीं सामान्यजलाभावः इत्यस्य विषये वदतु भगिनि। सामान्यजलाभावविषये आश्रयः भेदः आवश्यकम् अस्तु। इदानीम् अहम् एकं प्रश्नं पृच्छामि, सामान्यजलाभावः कूपजलस्य आनयनेन गच्छति वा? आम् गच्छति। तर्हि सामान्यजलाभावः कूपजलस्य आनयनेन गच्छति? गच्छति। आम्, वृष्टिजलाभावः न, सामान्यजलाभावः वृष्टिजलस्य आनयनेन गच्छति वा? आम् गच्छति। स्वातिनक्षत्रीयवृष्टिजलस्य आनयनेन गच्छति वा? आम् गच्छति। तर्हि सामान्यजलाभावः कूपजलेन गच्छति, वृष्टिजलेन अपि गच्छति, स्वातिनक्षत्रीयवृष्टिजलेन अपि गच्छति, सर्वेण जलेन अपि सामान्यजलाभावः गच्छति. तर्हि सामान्यजलाभावस्य प्रतियोगिता कुत्र कुत्र अस्ति? कूपजले, वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति. सामान्यजलाभावस्य प्रतियोगिता कूपजले, वृष्टिजले, सर्वस्मिन् जले अस्ति खलु? तर्हि तस्य आश्रयः एकः एव, जलम् एव इति न वक्तुं शक्नुमः. कूपजलमपि तस्याः प्रतियोगितायाः आश्रयः, वृष्टिजलः जलमपि तस्याः प्रतियोगितायाः आश्रयः इति विषयः. किन्तु इदानीं चिन्तयन्तु, कूपजलाभावस्य प्रतियोगितायाः आश्रयः कः? कूपजलमेव. कूपजलं सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः अपि अस्ति वा? नास्ति. न चिन्तयन्तु, कूपजलमस्ति कूपजलाभावस्य प्रतियोगितायाः आश्रयः खलु? सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः अस्ति वा कूपजलम् इति प्रश्नः. भवती उक्तवती यत् कूपजलस्य आनयनेन सामान्यजलाभावः गच्छति इति भवती उक्तवती, तर्हि तस्य अर्थः कः? सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः कूपजलम् अस्ति वा न वा? सामान्यजलाभावः कूपजलस्य आनयनेन सामान्यजलाभावः गच्छति. तत् सत्यं. तर्हि तादृशस्य अभावस्य प्रतियोगिता कुत्र कुत्र अस्ति? माला भगिनी, जयन्ती भगिनी साहाय्यं करोति वा? सर्वस्मिन् जले अस्ति. सत्यं, सर्वस्मिन् जले अस्ति इति उत्तरं. नीता भगिनी अवगच्छति किम् अथवा भ्रमः अस्ति? अवगतं. हा, तर्हि सामान्यजलाभावस्य प्रतियोगिता कूपजले अपि अस्ति, सा एव प्रतियोगिता वृष्टिजले अपि अस्ति, सा एव प्रतियोगिता स्वातिनक्षत्रे. किन्तु मनसि स्थापयतु, सामान्यजलाभावस्य प्रतियोगिता सर्वस्मिन् जले अस्ति इति मनसि स्थापयतु. इदानीं सामान्यजलाभावः तु सामान्याभावः, कूपजलाभावः तु विशेषाभावः. एतस्य विशेषाभावस्य इत्युक्ते कूपजलाभावस्य प्रतियोगिता कुत्र अस्ति? कूपजले एव अस्ति. सत्यं, कूपजले एव अस्ति. वृष्टिजले अस्ति वा? नास्ति. स्वातिनक्षत्रीयवृष्टिजले अस्ति वा? नास्ति. विशेषाभावस्य आश्रयः अपि विशेषतया कस्मिंश्चित् विशेषजले एव भवति, इत्युक्ते कूपजलाभावस्य कूपजले. किन्तु सामान्याभावस्य प्रतियोगिता सर्वत्र अस्ति इति विषयः अङ्गीकृतः सर्वैः. तर्हि इदानीं कूपजले कस्य प्रतियोगिता अस्ति? कूपजले कस्य प्रतियोगिता, कस्य अभावस्य प्रतियोगिता अस्ति कूपजले? कूपजल अभावस्य प्रतियोगिता अस्ति. अपि च सामान्यजल अभावस्य प्रतियोगिता कूपजले अस्ति. अपि अस्ति इति विषयः स्पष्टः वा? पुनः वदतु भगिनि. अभावस्य प्रतियोगिता अस्ति इति तु जानीमः, किन्तु कूपजलस्य आनयनेन सामान्याभावः अपि गच्छति खलु? तर्हि सामान्यजलस्य प्रतियोगिता अपि कूपजले अस्ति इति स्पष्टं वा? तथा एव वृष्टिजलं पश्यामश्चेत् वृष्टिजले वृष्टिजलाभावस्य प्रतियोगिता अस्ति, सामान्यजलाभावस्य प्रतियोगिता अपि अस्ति. का उक्तवती नीता भगिनी वा? न न, अहं माला पृच्छामि भवत्याः अन्तिमवाक्यस्य अर्थं न ज्ञातवती. अहं प्रयत्नं करोमि वा भगिनि? करोतु करोतु भगिनि. अस्तु, सामान्यजलम् अस्ति इदानीं. सामान्यजलं नास्ति चेत् तत्र सामान्यजलस्य अभावः अस्ति. तर्हि सामान्यजलस्य अभावः कुत्र अस्ति? सामान्यजले एव प्रतियोगिता अस्ति, परन्तु सामान्यजलस्य अतिरिक्त वृष्टिजलम् आनयनेन अपि तस्य निवारणं भवति, कूपजलस्य आनयनेन अपि तस्य निवारणं भवति. तर्हि सामान्यजलस्य अभावः कूपजले भगिनि भगिनि भवत्या यदुक्तं सत्यं, किन्तु सामान्यजलाभावस्य प्रतियोगिता इति वदतु. आम् आम्, सामान्यजल अभावस्य प्रतियोगिता कूपजले अस्ति, वृष्टिजले अपि अस्ति, स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति. तत्तु वयं जानीमः. तर्हि इदानीं प्रश्नः अस्ति, सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः कः इति. कूपजले अपि प्रतियोगिता अस्ति सामान्यजलाभावस्य. सामान्यजले अपि अस्ति, वृष्टिजले अपि अस्ति, स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति. तर्हि तादृशी प्रतियोगितायाः आश्रयः कः वदतु? सर्वस्मिन् जले अस्ति. हा, चित्रं दृष्ट्वा वदतु तस्याः प्रतियोगितायाः आश्रयः कः इति. सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः कूपजले अस्ति, वृष्टिजले अस्ति, स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति, अपि च सामान्यजले अपि अस्ति इति. हा, तर्हि इदानीं विषयः स्पष्टः खलु. एतस्याः प्रतियोगितायाः आश्रयचतुष्टयम् अत्र द्रष्टुं शक्नुमः चित्रे एव. तर्हि इदानीं मम प्रश्नः अस्ति, कूपजले प्रतियोगिताद्वयं वर्तते. कूपजले एकः एव खलु? न, कूपजले प्रतियोगिता या प्रतियोगिता अस्ति सा प्रतियोगिता कूपजलाभावं निवारयति, जलाभावमपि निवारयति. आम् आम्, अस्ति चेत् कूपजले इति वदामः. सामान्यजलाभावस्य प्रतियोगिता कुत्र अस्ति इति चेत् कूपजले अस्ति इति अपि वक्तुं शक्नुमः. तर्हि सा प्रतियोगिता कम् अभावं निवारयति? सामान्यजलाभावं निवारयति, अपि च निवारयति. इदानीं वदतु भगिनि. तावदेव वृष्टिजलाभावः वृष्टिजलाभावस्य प्रतियोगिताश्रयः वृष्टिजलम् अपि अस्ति, सामान्यजलम् अपि न न विपरीतक्रमेण वदतु. सामान्यजलाभावस्य प्रतियोगिताश्रयः सामान्यजले अपि अस्ति, वृष्टिजले अपि अस्ति. वृष्टिजले अपि अस्ति, तदा वृष्टिजले अपि प्रतियोगिताद्वयं वर्तते. तेन प्रतियोगितया एव वृष्टिजलाभावः निवारयितुं शक्नुमः, तया प्रतियोगितया एव सामान्यजलाभावं निवारयितुं शक्नुमः खलु. यदि इदानीं स्वातिनक्षत्रीयजलाभावं स्वातिनक्षत्रीयवृष्टिजलं पश्यामश्चेत् स्वातिनक्षत्रीयवृष्टिजले कस्य कस्य अभावस्य प्रतियोगिता वर्तते इति चिन्तयित्वा वदति वा माला भगिनी? स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिताश्रयः स्वातिनक्षत्रीयवृष्टिजलं सामान्यवृष्टिजलम् अपि न, स्वातिनक्षत्रीयवृष्टिजले प्रतियोगिता अस्ति. सा प्रतियोगिता कस्य अभावस्य निवारणं करोति? जलाभावस्य स्वातिनक्षत्रीयवृष्टिजलाभावस्य अपि निवारणं करोति. वृष्टिजलस्य अभावं निवारणं करोति वा? वृष्टिजलम् अपि तावदेव करोति खलु? सर्वे अङ्गीकुर्वन्ति? स्वातिनक्षत्रीयवृष्टिजलं वृष्टिजलाभावस्य निवारणं करोति, सामान्यजलस्यापि निवारणं करोति, स्वातिनक्षत्रीयवृष्टिजलाभावस्य निवारणमपि करोति. इति कारणतः स्वातिनक्षत्रीयवृष्टिजले प्रतियोगितात्रयं वर्तते. अस्तु, आश्रयः एकः एव प्रतियोगितायाः, किन्तु सा एव प्रतियोगिता द्वयोः त्रयाणामपि अभावानां निवारणं करोति. आश्रयः एकः एव, स्वातिनक्षत्रीयवृष्टिजलम् इति आश्रयः एकः एव, किन्तु सा प्रतियोगिता त्रयाणाम् अभावानां निवारणं करोति. तथा एव कूपजलम् इत्यस्मिन् प्रतियोगिता एका एव, किन्तु सा द्वयोः अभावयोः, कूपजलाभावं सामान्यजलाभावं, तयोः निवारणं करोति. वृष्टिजलम् अपि तथा. वृष्टिजले प्रतियोगिता या अस्ति सा वृष्टिजलाभावं निवारयति, सामान्यवृष्टिजलाभावं निवारयति. तर्हि अस्माकं मूलप्रश्नः आसीत्, इदानीम् आश्रयभेदात् प्रतियोगितायाः भेदं साधयितुं शक्नुमः वा इति मूलप्रश्नः खलु? इदानीम् एकस्मिन्नेव आश्रये प्रतियोगितात्रयमस्ति, कदाचित् प्रतियोगिताद्वयमस्ति. इदानीं चिन्तयन्तु, आश्रयभेदात् प्रतियोगितायाः भेदं स्थापयितुं शक्नुमः वा इति. सर्वदा स्थातुं न शक्नुमः. नीता भगिनी, जयन्ती भगिनी किं चिन्तयतः? नीता भगिनी जयन्ती भगिनी किं चिन्तयति? प्रश्नः अस्ति, कूपजलस्य प्रतियोगिता वृष्टिजलस्य प्रतियोगिता द्वयोः मध्ये भिन्नता का इति खलु? न, प्रश्नः आसीत् इदानीं. हा अस्तु, माला भगिनी वदतु. सा पृष्टवती केवलं सर्वदा आश्रयभेदात् वयं सर्वदा प्रतियोगिता त्रिषि इति वक्तुं शक्नुमः वा इति. किं चिन्तयन्ति नीता भगिनी, जयन्ती भगिनी? भवत्याः उत्तरम् अपेक्षितं. अस्तु, माला भगिनी किं चिन्तयति? अहं चिन्तयामि सर्वदा आश्रयभेदात् वयं प्रतियोगिता कीदृशी इति वक्तुं न निश्चयेन वक्तुं न शक्नुमः. किमर्थम् एतस्मिन् उदाहरणे वयं दृष्टवन्तः वृष्टिजला सामान्यवृष्टिजलाभावस्य प्रतियोगिता सर्वस्मिन् जले वर्तते, अतः आश्रयभेदात् वयं कथं वक्तुं शक्नुमः एक एव प्रतियोगिता अस्ति इति? इदानीम् अवगच्छन्ति वा सर्वे? सत्यं माला भगिन्या यदुक्तं सत्यम्. नीता भगिनी, जयन्ती भगिनी, तद् पुनः भवती विवरणं करोतु. हा, जयन्ती भगिनी अस्ति किम्? आम् अस्मि अस्मि अस्मि. अस्तु, प्रश्नः किं न अवगतम्? अत्र पश्यन्तु, सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः सामान्यजलं, कूपीजलं, वृष्टिजलम्, स्वातिनक्षत्रीयवृष्टिजलं, तस्य आश्रयः सर्वत्र अस्ति. इदानीं केवलं कूपजलम् इति पश्यामश्चेत् कूपजले कूपजलाभावस्य प्रतियोगिता अस्ति इति निश्चितम्. किन्तु कूपजले सामान्यजलस्य अपि अभावः अस्ति. आश्रयः एकः, प्रतियोगिता द्वयम्. तर्हि आश्रयभेदं दृष्ट्वा, अस्तु, सामान्यजलम् आश्रयः, कूपजलम् आश्रयः इति केवलम् आश्रयभेदं दृष्ट्वा सामान्यजलाभावस्य प्रतियोगिता कीदृशी इति वक्तुं न शक्नुमः इति विषयः. नीता भगिनी, स्पष्टः वा? न शृणोमि भगिनि. नीता भगिनि, हलो हलो हलो हलो न हरि ओम्. नीता भगिनी, अवगम्यते वा? न न, प्रतियोगिता द्वयमस्ति, आश्रयः केवलम् एकमेव अस्ति, तत्पर्यन्तम् अवगतम्. तर्हि कूपजले प्रतियोगिता द्वयमस्ति, कूपजलाभावस्य, सामान्यजलाभावस्य. इदानीं प्रश्नं करोतु, सामान्यजलाभावस्य आश्रयः कः इति प्रश्नं करोतु. तत्र उत्तरं किं स्यात् तदा? सामान्यजलाभावः. सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः, तस्य आश्रय कूपजलं, सामान्यजलं, वृष्टिजलं, स्वातिनक्षत्रीयवृष्टिजलम्. अस्तु, सामान्यजलं विहाय अन्यस्मिन् जले अन्या अपि प्रतियोगिता अस्ति इति अवगच्छति वा? सामान्यजलं विहाय अपरस्मिन् जले, कूपजले कूपजलप्रतियोगिता अस्ति, सामान्यजलप्रतियोगिता अपि अस्ति. तर्हि द्वयोः प्रतियोगितयोः आश्रयः एकः एव, अत्र आश्रयभेदः एव नास्ति. तर्हि आश्रयभेदात् प्रतियोगितयोः भेदं न स्थापयितुं शक्नुमः इति विषयः. अवगम्यते? कूपजले प्रतियोगिता द्वयम् अस्ति, एका एव प्रतियोगिता नास्ति. हा, तर्हि आश्रयः एकः. वयं पूर्वं किम् उक्तवन्तः? आश्रयभेदात् प्रतियोगितायाः भेदः इति. अत्र तु आश्रयः एकः एव, तर्हि आश्रयभेदः एव द्वयमस्ति. तर्हि आश्रयभेदः एव नास्ति, तर्हि कथं साधयितुं शक्नुमः? आश्रयभेदात् तु न साधयितुं शक्नुमः सर्वदा इति निष्कर्षः. तर्हि सर्वे अङ्गीकुर्वन्ति वा आश्रयभेदात् न सर्वदा प्रतियोगितायाः भेदः इति? अस्तु, तर्हि इदानीम् आश्रयभेदात् न साधयितुं शक्नुमः चेत् अन्यं किम् आवश्यकं प्रतियोगितायाः भेदं स्थापयितुम्? अवच्छेदकधर्मः. हा, अवच्छेदक धर्मः आवश्यकः. आश्रयभेदः न सर्वदा उपकारकः प्रतियोगितायाः भेदं स्थापयितुं. तर्हि अवच्छेदकधर्मः आवश्यकः. तर्हि इदानीम् अवच्छेदकधर्मः कः इति वदतु माला भगिनी, जलम् इति दृष्ट्वा. कूपजले कूपजलस्य अवच्छेदकधर्मः अस्ति कूपजलत्वम्. सामान्यजलत्वं, वृष्टिजले वृष्टिजलत्वं, स्वातिनक्षत्रीयवृष्टिजले स्वातिनक्षत्रीयत्वम्. अस्तु, इदानीं सामान्यजलस्य उदाहरणे सामान्यजलस्य अवच्छेदकधर्मः अस्ति जलत्वम् इति साधु, इति सत्यमेव. तर्हि जलत्वे किम् अस्ति, चित्रं दृष्ट्वा वदतु कृपया. जलत्वे किम् अस्ति? हा, अवच्छेदकधर्मः अस्ति. अवच्छेदकधर्मः अथवा अवच्छेदकता? आम्. सा अवच्छेदकता किं करोति? अवच्छेदकता अवच्छेद्यता कीदृशी इति अस्तु. अवच्छेदकता अवच्छेद्यता कीदृशी इत्यस्य निरूपणार्थं. तर्हि अवच्छेद्यता कस्मिन् अस्ति? जलाभावे अस्ति. चिन्तयन्तु, जयन्ती भगिनी साहाय्यं करोति वा? अनुयोगितायाम् अस्ति एव का उक्तं? न, अनुयोगितायाम् अस्ति वा? नास्ति. जयन्ती भगिनी वा? अवच्छेदिता अवच्छेदिता प्रतियोगितायाम् अस्ति खलु? आम् आम्, सत्यं. हा सत्यम्. अधुना अवगम्यते किं नीता भगिनी, माला भगिनी? न, जले जलत्वम् अस्ति, जलत्वम् अवच्छेदकता अस्ति. जलत्वे अवच्छेदकता अस्ति. आम्. अनु अवच्छेद्यता कुत्र अस्ति? भवती एव वदतु. अहं वदामि. सामान्यजलाभावस्य अनुयोगिता, तत्र अवच्छेद्यता अस्ति. किमर्थं तथा चिन्तयति भवती? वयं साधितवन्तः प्रतियोगितायाः भेदं स्थापयितुम् अवच्छेदकधर्मस्य आवश्यकता अस्ति इति. तत्र एव उत्तरमस्ति, प्रतियोगिता एव. हा, प्रतियोगितायां किमस्ति? अवच्छेद्यता. अवच्छेद्यता अस्ति. अवच्छेद्यता अस्ति, सत्यं. माला भगिनी अङ्गीकरोति किम्? जले जलत्वम् अस्ति, जलत्वनिष्ठ अवच्छेदकता निरूपिता, निरूपित अवच्छेद्यता प्रतियोगिता. प्रतियोगिता, अस्तु. माला भगिनी इदानीं स्पष्टं वा? आम् आम्. अवच्छेदकधर्मस्य आवश्यकता आसीत् प्रतियोगितायाः भेदस्थापनाय, भेदज्ञापनाय. तर्हि जलत्वम् अवच्छेदकः अस्ति चेत् प्रतियोगिता अवच्छेद्या भवति. अवगतम्. अस्तु. आम्. हा, तर्हि प्रतियोगितायाम् अस्ति अवच्छेद्यता, जलत्वे अस्ति अवच्छेदकता. अस्तु, तर्हि जयन्ती भगिनी इदानीं चित्रं दृष्ट्वा अवच्छेद्यता प्रत्यस्मिन् चित्रे अवच्छेद्यता कीदृशी इति कृपया वर्णनं करोतु. Um, एतत् चित्रं दृष्ट्वा वा? एतदेव चित्रं, किन्तु उपरि रक्तवर्णे रक्तवर्णे किमपि लिखितम् अस्ति, पश्यति वा उपरि? चिन्तयतु, जले जलत्वं, जलत्वे अवच्छेदकता अस्ति, तर्हि जलत्वनिष्ठ अवच्छेदकता तथा. जले अस्ति जलत्वं, जलत्वं जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता. अस्तु, अस्तु, इदानीं प्रतियोगिता कीदृशी इति ज्ञातम्. अहं ज्ञातुम् इच्छामि अवच्छेदकता कीदृशः कीदृशी इति. इदानीं जलम् इत्यस्मात् आरभ्य वदति वा? जले अस्ति जलत्वं, जलत्वं निष्ठ अवच्छेदकता निरूपित प्रतियोगिता निष्ठ अवच्छेद्यता. अवच्छेद्यता, सत्यम्. इदानीम् अवच्छेदकता इत्यस्य निरूपणं करोतु. अवच्छेदकता, जले प्रतियोगिता अस्ति, प्रतियोगिता निष्ठ अवच्छेद्यता निरूपित जलत्वनिष्ठ अवच्छेदकता. जलत्वनिष्ठ अवच्छेदकता, भवती यद् उक्तवती जले प्रतियोगिता अस्ति इति, तदपि संक्षिप्तरूपेण वक्तुं शक्नोति. जलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित जलत्वनिष्ठ अवच्छेदकता इति. अस्ति इत्यस्य स्थाने निष्ठ इति स्थापयति चेत् कार्यं समाप्तम्. जलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित जलत्वनिष्ठ अवच्छेदकता. अवच्छेदकता, अस्तु. नीता भगिनी अग्रिमचित्रं कृपया पठतु अथवा विवरणं. कूपजलम्. कूपजले कूपजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता. अस्तु, कूपजलनिष्ठ कूपजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतायाः आश्रयः प्रतियोगिता. इदानीम् अवच्छेदकतायाः विवरणम्. कूपजले प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित. कूपजले कूपजले प्रतियोगिता अस्ति इत्यस्य स्थाने निष्ठ इति स्थापयतु तावदेव. कूपजलनिष्ठ प्रतियोगितानिष्ठ इति वदतु. कूपजलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपिता कूपजलत्वनिष्ठ अवच्छेदकता. अवच्छेदकता इति विषयः. अग्रे माला भगिनी, वृष्टिजलस्य विषये किञ्चित्. वृष्टिजले वृष्टिजलत्वम् अस्ति, अतः वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता. हा, बहु सम्यक्. इदानीम् अवच्छेदकता इत्यस्य वर्णनं कृपया. अवच्छेद्यता अवच्छेदकता इत्यस्य वर्णनम् अपेक्षितम्. अस्तु, वृष्टिजलनिष्ठप्रतियोगितानिष्ठ अवच्छेद्यता निरूपित वृष्टिजलनिष्ठ अवच्छेदकता. हा, सम्यक्, बहु सम्यक् अस्ति. तथा एव अग्रे अपि करोतु, स्वातिनक्षत्रीयवृष्टिजलम् इति. स्वातिनक्षत्रीयवृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यताश्रयः प्रतियोगिता अवच्छेद्यताश्रयः प्रतियोगिता अथवा अवच्छेद्यताश्रयः स्वातिनक्षत्रीयवृष्टिजलनिष्ठ प्रतियोगिता इति अपि वक्तुं शक्यते. यतोहि प्रतियोगिता तु कुत्रचित् भवति खलु, जले वा कूपजले वा. अस्तु, इति विषयः. अधुना पर्यन्तं स्पष्टमस्ति वा? जयन्ती भगिनी, अस्तु. मम एकः प्रश्नः अस्ति, नूतनतया प्रश्नः यदा कदापि महोदयः पृच्छति तदा मम मनसि परं दातुं कष्टं. प्रायः एवं करोतु, कुत्रचित् चित्राणि रचयित्वा कागदे स्थापयतु पूर्वमेव. प्रायः तद् सहायकं भवति इति चिन्तयामि. चित्रं पुरतः भवति चेत् वयं पुटपरिवर्तनं कृत्वा पुटसङ्ख्यां दृष्ट्वा अपि प्रायः न वक्तुं शक्नुमः. तर्हि आरम्भे कागदे कुत्रचित् भवति चेत् नेत्रयोः पुरतः एव, तदा प्रायः सुलभतया प्रश्नस्य उत्तरं दातुं शक्नोति इति चिन्तयामि. अस्तु, तथा करोतु. गृहकार्यरूपेण शनिवासरात् पूर्वं तथा किञ्चित् स्थापयित्वा कुत्रचित् भवति चेत् सुलभं भवति. अस्तु, इदानीं वयं दीर्घं दीर्घं वाक्यं रचयित्वा जलत्वनिष्ठ अवच्छेदकता निरूपिता प्रतियोगिताश्रयः अवच्छेदता अथवा जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता इति सर्वम् उक्तवन्तः. संक्षिप्तरूपेण वक्तुमिच्छामः चेत् किं वक्तुं शक्नुमः? निष्ठ अवच्छिन्न प्रतियोगिता. वदतु भगिनि इतोपि एकवारं. जलत्वनिष्ठ अवच्छिन्न प्रतियोगिता. सम्यक् एव, किन्तु तत्र निष्ठा मास्तु. अवचिन्न प्रतियोगिता. बहु सम्यक्, जलत्वावचिन्न प्रतियोगिता. जलत्व एव अवच्छेदकः खलु, तर्हि जलत्वावचिन्न प्रतियोगिता अथवा कूपजलत्वावचिन्न प्रतियोगिता. तत्र समासः कः इति वदतु. अवच्छिन्न कीदृशी समस्तपदमस्ति, प्रयत्नं करोति वा? समस्तपदं समस्तपदमस्ति. जयन्ती भगिनी, नीता भगिनी वा प्रयत्नं करोति वा? समासः कः इति वक्तुं किं भगिनि? जयन्ती भगिनी किं चिन्तयति? विशेषण एव उक्तवती, जलत्वे जलत्वेन. जलत्वेन तृतीया खलु. सत्यं सत्यं, अहं स्मरामि भवती उक्तवती. जलत्वेन अवच्छिन्ना प्रतियोगिता. समास किं पूर्ण तृतीया तत्पुरुष, तृतीया तत्पुरुष. प्रतियोगितायाः विशेषणमस्ति जलत्वावचिन्ना इति. जलत्वावचिन्नपदे समस्तपदमस्ति तत्पदं, जलत्वेन अवचिन्ना इति. जलत्वेन जलत्वमेव अस्ति खलु यत् प्रतियोगिताम् अवचिनोति, अथवा कूपजलत्वमेव प्रतियोगितां चिनति. छेदकः अस्ति जलत्वं वा कूपजलत्वं, तर्हि जलत्वेन अवचिन्ना प्रतियोगिता जलाभावस्य. कूपजलत्वावचिन्न प्रतियोगिता कूपजलाभावस्य. वृष्टिजलाभावस्य वदतु, तथा एव जयन्ती भगिनी. वृष्टिजलत्व अवच्छिन्न प्रतियोगिता. सत्यं. स्वातिनक्षत्रीयवृष्टिजलस्य? स्वातिनक्षत्रीयवृष्टिजलत्व अवच्छिन्न प्रतियोगिता. प्रतियोगिता इति संक्षिप्तरूपेण वक्तुं शक्नुमः. अस्तु, अग्रे किञ्चित् दक्षिणपार्श्वे गच्छन्ति चेत् इतोपि एकं चित्रम् अस्ति. पश्यन्ति वा, तत्र संयोगसम्बन्धः सर्वं लिखितमस्ति. पश्यन्ति सर्वे? इदानीम् अवच्छेदकधर्मः इति एकः आसीत् प्रतियोगितायाः भेदं दर्शयितुं, जलत्वं वा कूपजलत्वं वा अथवा घटत्वं वा पटत्वम् इति अवच्छेदकधर्मः अस्ति प्रतियोगितास्थापनाय. इदानीं किञ्चित् सम्बन्धस्य विषये पश्यामः. अवच्छेदकसम्बन्धः, अवच्छेदकधर्मः इति विषयद्वयम्. अस्तु, जयन्ती भगिनी, इदानीं घटाभावः अस्ति इति चिन्तयतु. अत्र किं चित्रम् इति पश्यामि भगिनि. किञ्चिदेव दक्षिणपार्श्वे स्क्रोल् टुवर्ड्स् रैट् तत्र अस्ति संयोग इति, पश्यति वा? अनुयोगिता प्रतियोगिता इति अस्ति तत् चित्रं वा? सत्यं सत्यं सत्यम्. अस्तु अस्तु, अनुयोगिता प्रतियोगिता, अपि च नीलवर्णे किमपि लिखितमस्ति अवच्छिन्न इति उपरि, पश्यति वा? तदेव तदेव चित्रम्. इदानीम् अत्र तत्र निरूपितं घटः अस्ति, घटे किमस्ति? घटत्वम् अस्ति. अन्यत् प्रतियोगिता अपि अस्ति. प्रतियोगिता अस्ति. इदानीं घटाभावः इति पश्यतु, घटाभावे किमस्ति? अनुयोगिता अस्ति. अस्तु, इदानीं घटाभावः भूतले अस्ति इति चिन्तयतु. घटाभावः भूतले अस्ति इति चिन्तयतु. तर्हि घटाभावस्य निवारणार्थं वयं किं कर्तुं शक्नुमः? घटम् आनयाम. कुत्र स्थापयाम? भूतले. भूतले स्थापयाम खलु, घटम् आनयाम, घटं भूतले स्थापयाम. किमर्थं घटाभावः कुत्र अस्ति? भूतले अस्ति. भूतले अस्ति. अस्तु, इदानीं जयन्ती भगिनी चिन्तयतु, घटं भूतले स्थापयामश्चेत् तदा केन सम्बन्धेन घटः भूतले भविष्यति? संयोगसम्बन्धेन खलु. सत्यं. के के सम्बन्धाः वयं जानीमः, कान् सम्बन्धान् वयं जानीमः? अधुना पर्यन्तं केचन सम्बन्धाः अस्माभिः लक्षिताः खलु, ते के? संयोगः एकः, अन्यः समवाय. समवाय अन्यच्च तादात्म्यसम्बन्ध. तादात्म्यसम्बन्ध. अन्यम् अन्यः एकः अपि अस्ति, किन्तु अधुना त्रीनपि मनसि स्थापयन्तु, संयोगसम्बन्धः, समवायसम्बन्धः, तादात्म्यसम्बन्धः इति मनसि स्थापयित्वा अग्रे किञ्चित् पश्यामः. अस्तु, घटः भूतले भवति केन सम्बन्धेन? जयन्ती भगिनी. संयोगसम्बन्धेन. संयोगसम्बन्धेन. अधः अपि एकं चित्रम् अस्ति, वायुः रूपम् इति, पश्यन्ति वा? उपरि अधः वा उपरि वा? उपरि खलु. न, तस्मात् अधः एव अहं पश्यामि. तत्रापि अवच्छिन्न इति लिखित्वा चित्रमस्ति. अधः एव अस्ति, वायुः रूपम्. अहं पश्यामि. पश्यन्ति वा, अवच्छिन्न इति एव लिखितम् अस्ति नीलवर्णे. तद् चित्रं पश्यन्तु, वायुः अस्ति. वायौ रूपमस्ति वा? वायौ रूपं नास्ति. वायौ रूपं नास्ति, तर्हि तत् वायौ कस्य अभावः अस्ति? रूपस्य अभावः अस्ति. वायौ रूपस्य अभावः अस्ति. रूपस्य अभावं निवारयितुं किं कर्तुं शक्नुमः? रूपम् आनयामः. यदि शक्यं, यदि तद् शक्यं भवति तर्हि रूपम् आनयामः. कुत्रापि स्थाप्य कुत्रापि गृह्णामः वायोः. अस्तु. न आगच्छामि किं पृच्छति इति. न, रूपं तु गुणः अस्ति, वायौ रूपं नास्ति एव. रूपस्य अभावः वर्तते, वायौ सर्वदा वर्तते. वायौ किम् अस्ति? वायौ एकः एव, एकः गुणः अस्ति, सः अस्ति स्पर्शः इति वयं दृष्टवन्तः पूर्वं. तर्हि वायौ रूपं नास्ति. तर्हि यदि रूपं वायौ अभविष्यत् तर्हि केन सम्बन्धेन अभविष्यत् रूपं? समवायसम्बन्धेन. समवायसम्बन्धेन. सर्वे अवगच्छन्ति वा? घटः भूतले केन सम्बन्धेन भविष्यति? समवायसम्बन्धेन भविष्यति. वायौ समवायसम्बन्धेन भविष्यति. अस्तु. हा, इदानीम् उपरि पश्यन्तु. घटाभावस्य प्रतियोगिता कुत्र अस्ति? घटे अस्ति. घटे अस्ति खलु. रूपाभावस्य प्रतियोगिता कुत्र अस्ति? रूपे. सत्यं, रूपे अस्ति इति केन उक्तं? कया उक्तम्? नीता भगिनी. अस्तु, रूपाभावस्य प्रतियोगिता रूपे अस्ति इति जयन्ती भगिनी किं चिन्तयति? जयन्ती भगिनी? चिन्तयामि भगिनि. अस्तु, घटाभावः आसीत्, घटाभावस्य निवारणार्थं घटम् आनयामः. तर्हि घटे घटाभावस्य प्रतियोगिता अस्ति. घटाभावः भूतले आसीत्. इदानीं वायुः इति अधिकरणं, वायौ रूपाभावः अस्ति. रूपाभावनिवारणार्थं रूपस्य आवश्यकता अस्ति. रूपम् आगच्छति चेत् रूपाभावः गच्छति. तर्हि रूपं प्रतियोगी अस्ति. यस्मिन् प्रतियोगिता अस्ति सः प्रतियोगी. रूपे प्रतियोगिता अस्ति, घटः अपि प्रतियोगी अस्ति यदि घटे प्रतियोगिता अस्ति. घटाभावः अनुयोगी अस्ति, घटाभावे अनुयोगिता अस्ति. यत्र रूपाभावः अनुयोगी अस्ति, यतोहि रूपाभावे अनुयोगिता अस्ति इति विषयः. घटे प्रतियोगिता अस्ति, रूपे अपि प्रतियोगिता अस्ति. एतयोः प्रतियोगितायोः भेदः कः? नीता भगिनी वदतु. घटविषये संयोगः सम्बन्धः, रूपविषये वायुरूपः विषये समवायसम्बन्धः. समवायसम्बन्धः, सम्बन्धः भेदः, संयोगः समवायः इति अवगच्छन्ति वा सर्वे? जयन्ती भगिनी किं चिन्तयति? नावगतं सम्यक्. अस्तु, काचित् ध्वनिः अस्ति. न क्षम्यताम्, अत्र हा इदानीं घट घटं घटाभावनिवारणार्थं भूतले घटं स्थापयामश्चेत् घटभूतलयोः मध्ये संयोगसम्बन्धः भवति. रूपाभावं निवारयितुं वायौ रूपम् आनेतुं शक्नुमः चेत् तदा वायुरूपयोः मध्ये समवायसम्बन्धः भवति. तद् अवगच्छति खलु? वायुः अस्ति द्रव्यं, रूपास्ति गुणं, गुणगुणिनोः मध्ये समवायसम्बन्धः. तर्हि यदि अवगच्छति वा भगिनि? हा, तर्हि यदि रूपं वायौ अभविष्यत् तर्हि समवायसम्बन्धेन अभविष्यत्. यदि घटः आगच्छति तदा भूतले घटः संयोगसम्बन्धेन भविष्यति. तर्हि घटे या प्रतियोगिता अस्ति, रूपे अपि या प्रतियोगिता अस्ति, अनयोः भेदं सम्बन्धम् उपयुज्य स्थापयितुं यतामहे इदानीम्. पूर्वं किम् उक्तवन्तः? अवच्छेदकधर्मः आसीत्. तदा किम् उक्तवन्तः? माला भगिनी वदति वा, घट अवच्छिन्न उपयुज्य वदति वा तद्? जलस्य प्रतियोगिता न, घट घटः इदानीं घटः इति चिन्तयतु. घटस्य प्रतियोगिता कीदृशी इति वा? हा हा हा, अवच्छेदकधर्मः कः घटे? घटत्व घटत्व अवच्छिन्न प्रतियोगिता. सम्यक्, तथा एव रूपस्य विषये वदतु. रूपत्व अवच्छिन्न प्रतियोगिता. प्रतियोगिता इति अवच्छेदकधर्मः आसीत्. अवच्छेदकधर्मेण अवच्छिन्न प्रतियोगिता इति निरूपणम् अभवत्. इदानीं प्रतियोगी केन सम्बन्धेन अधिकरणे भवति इति विषयः. भूतले घटः संयोगसम्बन्धेन भवति, तदा घटाभावः भूतलात् अपगच्छति. रूपं वायौ समवायसम्बन्धेन अभविष्यत् चेत् तदा वायौ रूपाभावः अपगच्छति. तर्हि घटे अस्ति प्रतियोगिता घटाभावस्य, रूपे अस्ति प्रतियोगिता रूपाभावस्य. अपि च उभयत्र सम्बन्धभेदः अस्ति. सम्बन्धभेदेन इदानीं प्रतियोगितायाः भेदं स्थापयितुं प्रयत्नं कुर्वन्तु. कोऽपि वदति वा, नीता भगिनी वा जयन्ती भगिनी, अवच्छिन्न इति अस्य उपयोगं कृत्वा? भूतले घटः भूतले द्वयोः मध्ये संयोगसम्बन्धः अस्ति. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता खलु? सम्यक् सम्यक्. घटाभावस्य प्रतियोगिता कीदृशी इत्युक्ते संयोगसम्बन्धावच्छिन्न प्रतियोगिता. तादृश वायौ रूपयोः मध्ये समवायसम्बन्धः अस्ति. तर्हि रूपाभावस्य रूपाभावः समवायसम्बन्ध अवच्छिन्न प्रतियोगिता वायौ अस्ति खलु? वायौ समवायसम्बन्ध वायौ नास्ति, प्रतियोगिता कुत्र अस्ति? रूपे रूपे. कीदृशी प्रतियोगिता अस्ति रूपे? उच्चैः वदतु कृपया. रूपत्व नीता भगिनी वा? आम्. हा अस्तु, वदतु. रूपत्व समवाय सम्बन्ध अवच्छिन्न प्रतियोगिता. सम्यक्. रूपत्वावच्छिन्न प्रतियोगिता, समवायसम्बन्धावच्छिन्न प्रतियोगिता इति प्रतियोगिता अस्ति रूपे. इति स्पष्टमस्ति वा? एतावत् पर्यन्तं स्पष्टम्. किम्? एतावत् पर्यन्तं स्पष्टम्. माला भगिनी, जयन्ती भगिनी भगिनी पुनः वदतु. रूपत्व अवच्छिन्न प्रतियोगिता. न न संयोगसम्बन्ध तत्र योजनीयं खलु? हा, यथा अस्तु. प्रथमं भवती दृष्ट्वा वदतु, घटे भूतलम् अभविष्यत् तर्हि केन सम्बन्धेन अभविष्यत्? संयोगसम्बन्धेन. तर्हि घटे या प्रतियोगिता अस्ति तादृशी प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना भवति? संयोगसम्बन्धेन. इदानीं वाक्यं रचयतु अवच्छिन्न उपयुज्य. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता तादृशी रूपं रूपं वायौ न रूपं वायौ नास्ति अत्र समवायसम्बन्ध अवच्छिन्न प्रतियोगिता. सम्यक्, तावदेव विषयः. प्रतियोगितायाः भेदं दर्शयितुम् अवच्छेदकधर्मः, अवच्छेदकसम्बन्धः इत्यनयोः आवश्यकः अस्ति. घटत्वावच्छिन्नप्रतियोगिता अथवा संयोगसम्बन्धावच्छिन्नप्रतियोगिता, रूपत्वावच्छिन्नप्रतियोगिता अथवा समवायसम्बन्धावच्छिन्नप्रतियोगिता इति विषयः. अस्तु, इदानीं संयोगसम्बन्धावच्छिन्न अथवा समवायसम्बन्धावच्छिन्नप्रतियोगिता कस्य अभावस्य प्रतियोगिता भवति? संयोगसम्बन्ध अवच्छिन्नप्रतियोगिता अत्यन्त अत्यन्ताभावस्य. सम्यक्, समीचीनं. जयन्ती भगिनी, नीता भगिनी तावदेव. रूपं वायौ नास्ति अत्र समवायसम्बन्ध समवायसम्बन्धावच्छिन्न प्रतियोगिता तस्य न अहं किं वक्तुमिच्छामि, तत्र अपि अभावः अस्ति, अत्यन्ताभावः. सत्यं. जयन्ती भगिनी अवगम्यते वा? जयन्ती भगिनी, क्षम्यतां भगिनी, म्यूट् कृतवती. हा, अत्यन्त अभावस्य विवरणं किञ्चित् भगिनि. चतुर्विधाः अभावाः आसन् खलु? आम् आम्. वक्तुं शक्नोति किं, स्मृत्वा वदति वा? आम्, प्राक् अभावः, हा सत्यं वदतु, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः. अन्योन्याभावस्थले घटः पटः न, पटः घटः न इति वाक्यम्. किन्तु अत्यन्ताभावः तथा नास्ति, एकम् अधिकरणमस्ति, अधिकरणे अभावः अस्ति इति वदनेन अत्यन्ताभावः भविष्यति. इति स्पष्टम्? न, एकम् उदाहरणं ददातु भगिनि, अत्यन्त अभावस्य उदाहरणम्. अत्र यद् उदाहरणमस्ति, अस्तु वदतु, वस्तु भगिनि वदतु. वयम् एतावत् दृष्टवन्तः, घटः भूतले नास्ति एतस्मिन् उदाहरणे, तत्र सम्बन्धः अस्ति संयोगसम्बन्धः. योगसम्बन्धः यत्र अस्ति तत्र अत्यन्ताभावः. सम्यक्. वायुरूपं विषये वदतु किञ्चित्. अपि चेत् वायौ रूपं नास्ति अस्मिन् वाक्ये. समवायसम्बन्धः अस्ति. समवायसम्बन्धः यः अस्ति तत्र अपि अत्यन्ताभावः एव अस्ति. अवगच्छति वा जयन्ती भगिनि? एतद् अत्र नास्ति इति वदनम् अत्यन्ताभावः, किन्तु तावदेव न पर्याप्तं. केन सम्बन्धेन अभावः वर्तते इत्यस्य कथने संयोगसम्बन्धावचिन्नप्रतियोगिता भवति चेत् अथवा समवायसम्बन्धावचिन्नप्रतियोगिता भवति चेत् तत्र अभावः अत्यन्ताभावः. अस्तु, नीता भगिनी अवगच्छति वा? अवगतम्, अवगतम्. अस्तु, इदानीं किञ्चित् अधः पश्यतु. तस्मात् अधः वायुरूपं तस्मात् अधः पश्यन्ति चेत् नीता भगिनी किं पश्यति तत्र, कस्य अभावस्य? अन्योन्यभावस्य. तस्मिन् विषये किञ्चित् वदतु. घटः पटः न, तत् सम्बन्धः तादात्म्यसम्बन्धः. किन्तु घटः पटः न इति वदामश्चेत् पर्याप्तं वा? न, घटस्य आनयनेन अन्योन्याभावः कुत्र भवति? इदानीं घटाभावः घटान्योन्यभावः इति चिन्तयाम, सः अन्योन्याभावः कुत्र भवति? यत्र तादात्म्यसम्बन्धः भवति तत्र अन्योन्याभावः. अस्तु अस्तु, यत्र तादात्म्यसम्बन्धेन वस्तु वर्तते तत्र अभावः नास्ति. किन्तु प्रश्नः अयं, घटः पटः न, पटः घटः न इति वदनस्थले घटाभावः कुत्र भवति? अत्यन्ताभावे घटाभावः भूतले आसीत् इति उदाहरणं स्वीकृतवन्तः. घटाभावः घटः विहाय सर्वत्र भवति. घटं विहाय सर्वत्र भवति. किं किं माला भगिनी किम् उक्तवती? घटे अस्ति. घटे किम् अस्ति? माला भगिनी भवती किं पृष्टवती? घटाभावः कुत्र अस्ति एतस्मिन् वाक्ये? सत्यं. घटः पटः न. सत्यं. नीता भगिनी उत्तरं दत्तवती. घटाभावः कुत्र भवति अन्योन्याभावस्थले? घटं विहाय अन्यत्र भवति. घटं विहाय सर्वत्र भवति. तथा एव पटाभावः कुत्र भवति? पटं विहाय सर्वत्र भवति पटाभावः. इत्युक्ते घटः पटः अत्र प्रतियोगी अस्ति. प्रतियोगी इति जानन्ति खलु? यस्मिन् प्रतियोगिता अस्ति सः प्रतियोगी. तर्हि घटं विहाय पटं विहाय वदनस्थले प्रतियोगिनं विहाय सर्वत्र भवति अन्योन्याभावः. अस्तु, इदानीं प्रश्नः अस्ति, अन्योन्याभावस्थले प्रतियोगी कः? घटाभावः इति स्वीकुर्मः. घटस्य अन्योन्याभावस्थले प्रतियोगी कः? घटः. घटः. नीता भगिनी जयन्ती भगिनी अवगच्छन्ति वा? आम् आम् आम्. घटः एव प्रतियोगी, अन्योन्याभावस्थले घटः एव प्रतियोगी. घटः घट, वयं तु दृष्टवन्तः यत् घटस्य अन्योन्याभावः घटं विहाय सर्वत्र भवति इति. घटं विहाय सर्वत्र भवति अभावः इत्युक्ते प्रतियोगी अस्ति घटः, घटः स्वस्मिन् तिष्ठति. स्वस्मिन् घटः तिष्ठति, तदर्थं घटे अभावः नास्ति, अन्यत्र अभावः अस्ति. इति अवगच्छन्ति वा? अहं वाक्यं स्मरामि, घटं समवायसम्बन्धेन तादात्म्यसम्बन्धेन न सत्यं सत्यं वदतु. समवायसम्बन्धेन घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति न. तत्र समवायसम्बन्धः इति एव प्रश्नः नास्ति. प्रश्न अस्तु, वायौ रूपम् अस्ति समवायसम्बन्धेन इति भवितुमर्हति, किन्तु घटः स्वस्मिन् केन सम्बन्धेन भवति? तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन. तर्हि अन्योन्याभावस्थले प्रतियोगिता कीदृशी? घटत्व तादात्म्य अवच्छिन्न प्रतियोगिता. सम्यक् भगिनि, इतोपि एकवारं वदतु. भवत्याः ध्वनिः बहु मन्दं श्रूयते. किमर्थं चेत् अहं सम्यक् न जानामि, अतः चिन्ता नास्ति, प्रयत्नं करोतु. घटत्व तादात्म्य अवच्छिन्न प्रतियोगिता. इत्युक्ते घटत्व अवच्छिन्न प्रतियोगिता अथवा तादात्म्यावचिन्न प्रतियोगिता अत्यन्ताभाव अन्योन्याभावस्थले. घटत्वावचिन्न प्रतियोगिता तु तत्रापि आसीत् खलु, अत्यन्ताभावस्थले अपि आसीत्. किन्तु अन्योन्य अत्यन्त अभावयोः भेदः कः इत्युक्ते प्रतियोगितायाः भेदः. इयं च प्रतियोगिता तादात्म्यसम्बन्धेन अवच्छिन्ना भवति अन्योन्याभावस्थले, अत्यन्ताभावस्थले समवायव संयोगसम्बन्धेन अवच्छिन्ना भवति. अस्तु वा, तर्हि एकवारं सर्वे एकमेकं वाक्यं वदतु. जयन्ती भगिनी, अन्योन्यसम्बन्धस्थले अन्योन्याभावस्थले केन सम्बन्धेन अवच्छिन्ना प्रतियोगिता? अन्योन्य अभावस्थले तादात्म्यसम्बन्धेन तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता भवति. सत्यम्. इदानीं नीता भगिनी, वायुः तस्मिन् रूपाभावः, तत्र प्रतियोगिता कीदृशी? रूपत्वेन मास्तु, सम्बन्धः कः इति वदतु. अत्यन्ताभावः खलु? आम्, अत्यन्तभावः. आम् समवायसम्बन्ध. सत्यं. पूर्णवाक्यं वदतु. रूपत्व इति मास्तु, त्यजतु. केवलम् अत्यन्त अन्योन्याभावयोः भेदं स्थापयितुं सम्बन्धस्य आवश्यकः. आम्, समवायसम्बन्धः. इदानीं वदतु प्रतियोगिता कीदृशी इति. समवायसम्बन्ध अवच्छिन्न प्रतियोगिता. प्रतियोगिता कस्य प्रतियोगिता? रूपस्य प्रतियोगिता. रूपस्य कस्य अभावस्य प्रतियोगिता? रूपाभावस्य प्रतियोगिता. सत्यं. रूपाभावः अधुना कीदृशः अभावः, अत्यन्तः वा अन्योन्यः वा? अत्यन्तः. अत्यन्ताभावः. साधु एव. माला भगिनी, घटस्य अत्यन्ताभावस्य प्रतियोगिता कीदृशी? घटस्य अत्यन्ताभावस्य प्रतियोगिता कीदृशी प्रतियोगिता अस्ति? संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता. सम्यक् अस्ति. तर्हि सर्वं बुद्धम् इति चिन्तयामि. आम्, प्रश्नाः सन्ति वा? इदानीं नास्ति, परन्तु स्वरूपमध्ये पृच्छति चेत् न. एवम् एवं कुर्वन्तु, कुत्रचित् लिखित्वा कागदे स्थापयन्तु, प्रायः तथा सौलभ्यं भवति. भवती भवती स्मरति वा, सः शनिवासरे पृष्टवान् यत्र यत्र तत्र तत्र. आम् आम् आम्, एकं वाक्यं. अस्तु, सत्यं सत्यं सत्यम्. आं, भवती एव वदतु माला भगिनी. भवती कृपया पृच्छतु प्रश्नः कः. अस्तु, तर्हि अत्यन्ताभावः कुत्र कुत्र भवति? अत्यन्ताभावः ओ यत्र यत्र संयोगः समवायसम्बन्धः भवति तत्र तत्र अत्यन्ताभावः. तथा मास्तु, एवं वदन्तु, यत्र यत्र प्रतियोगिता समवायसम्बन्धेन अथवा संयोगसम्बन्धेन अवच्छिन्ना भवति तत्र तत्र अत्यन्ताभावः. अस्तु अस्तु अस्तु वा, कापि प्रयत्नं करोति? माला भगिनी एव प्रयत्नं करोतु. यत्र यत्र प्रतियोगिता अवच्छिन्ना भवति तत्र तत्र. केन अवच्छिन्ना भवति? केन अवच्छिन्ना भवति? संयोग. सत्यं वदतु. न, यत्र यत्र प्रतियोगिता संयोगसम्बन्ध अवच्छिन्न अवच्छिन्ना भवति तत्र अथवा अत्यन्त अभावस्य निरूपणं भवति. आम्, किन्तु केवलं संयोगसम्बन्धः एव नास्ति, अन्यः एकः सम्बन्धः अपि अस्ति. समवायसम्बन्धः. समवाय अवच्छिन्न. अस्तु वदतु भगिनि. यत्र यत्र प्रतियोगिता समवायसम्बन्धेन वा संयोगसम्बन्धेन अवच्छिन्ना भवति तत्र अत्यन्त अभावस्य निरूपणं भवति. सत्यम्. तथा एव अन्योन्याभावस्य वदति वा किञ्चित्? यत्र यत्र तादात्म्यसम्बन्धेन प्रतियोगिता भवति, प्रतियोगिता अवच्छिन्ना भवति, अवच्छिन्ना भवति तत्र अन्योन्य अभावस्य निरूपणं भवति इति विषयः. इदानीं स्पष्टं भ्रमः अभवत् शनिवासरे. कथं वदामि इति मम क्लेशः आसीत्. इदं वाक्यं पुनः श्रुत्वा, ध्वनिमुद्रणं श्रुत्वा कुत्रचित् लिखतु. यत्र यत्र तादात्म्यसम्बन्धेन प्रतियोगिता अवच्छिन्न तत्र अन्योन्याभावस्य निरूपणं तथा एव अत्यन्ताभावस्य विषये. बहु धन्यवादः भगिनि. अस्तु भगिनि, अस्तु, धन्यवादः, शुभरात्रिः. शुभरात्रिः.